अद्यतनवर्गस्य सुस्वागतम्। अत्र वेनाक्षरसमम्नाय इति आरम्भश्लोकम् अस्ति, वासवि जानाति वा? वासवि अस्ति वा? अस्मि अहं, एतत् श्लोकं न जानाति खलु? न भगिनि। अस्तु, येनाक्षरसमाम्नाय अधिगम्य महेश्वरात्। महालक्ष्मी जानाति वा येनाक्षरसमाम्नाय? महालक्ष्मी, अनिल् महोदय, अनिल् महोदय अस्ति वा? आम् माता, हरि ओम्, सुप्रभातम्। महालक्ष्मी आरम्भश्लोकं वदतु, सुप्रभातम्। ॐ श्री गणेशाय नमः, ॐ श्री सरस्वत्यै नमः, ॐ श्री गुरुभ्यो नमः। येनाक्षरसमन्माय अधिगम्य महेश्वरात्, कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्री गुरुभ्यो नमः। नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीय प्रवेशाय लघुसिद्धान्तकौमुदीम्। उत्तमम्, अस्तु। इदानीम् अत्र वा अत्र पश्यतु, व्याकरणविषये, पाणिनीयव्याकरणविषये परिचयः किं किम् इति वयं दृष्टवन्तः। अत्र पूर्णतया प्रथमं स्वीकुर्मः चेत् अत्र किमपि अत्र समीचीनतया नास्ति एव। अतः मातुः पुष्पादीक्षितमहोदयेय आगमन अनन्तरम् एव अत्र अकारान्तः आकारान्तः वदतु, महालक्ष्मी वदतु। अनिल् महोदय, अकारान्तः शब्दं वदामि, एतदेव अकारान्तः आकारान्तः इकारान्तः ईकारान्तः उकारान्तः ऋकारान्तः अनन्तरम् अत्र हल् वर्णाः सन्ति चेत् अत्र हल उपादायाम् इत्यनेन उपादायां वर्णं स्वीकृत्य अत्र कार्यं कृतवन्तः। अत्र पुहन्तलघुपदस्य च इति अनन्तरम् अत्र यत्र यत्र किञ्चित् क्लेशः अस्ति अत्र एतत् सर्वाणि पृथक्तया यत्र असेम्ब्लि लैन् मध्ये इदानीं वयं दृष्टवन्तः, असेम्ब्लि लैन् मध्ये किञ्चित् कुत्र असेम्ब्लि लैन् मोडल् अस्ति, तत् मोडल् स्वीकृत्य अत्र एकस्मिन् स्थले एकं कार्यं भवति, अन्यस्मिन् स्थले अन्यकार्यं भवति, तदानीमेव अत्र भोजनसमये सामग्री अत्र पृथक् पृथक्तया अस्ति एव। तण्डुलानि पृथक् अस्ति, जलं पृथक् अस्ति, अग्निं पृथक् अस्ति, एतत् सर्वाणि एकस्मिन् स्थले स्वीकृत्य कार्यं कृत्वा अनन्तरमेव अत्र भोजनं स्वीकर्तुं शक्यते। तदेव अत्र यत्र यत्र भूसतायम् इति स्वीकुर्मः चेत् भूवादयो धातवः इति अस्ति, अनन्तरं शेषात् कर्तरि परस्मैपदं, परस्मैपदिनः आत्मनेपदिनः इति द्वे स्तः। एतत् स्वीकृत्य अनन्तरम् अत्र शेषात् कर्तरि परस्मैपदम्, अनन्तरम् अत्र किं भवति, छप् इति भवति, छप् मध्ये चकारः लश्यक्व तद्धिते इत्यनेन इति भवति, चकार उत्तरवर्ति अकारः एव तिष्ठति, शप् मध्ये पकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति, अकारः तिष्ठति, इदानीं भूयोगः आयोगः सि भवति। अनन्तरं किम् अभवत्, शान्ता भगिनी वदतु। अस्तु, अनिल् महोदय वदतु। भूयोग आयोग ति अस्ति, तत् तस्य अनन्तरं सार्वधातुक आधातुक कारणेन उकारस्य उकार भवति। उत्तमम्, अनन्तरम् एचोया वाचायाय अयान्तवान्तः सन्धि भूत्वा ओकारस्य अव भवति, ओकारस्य स्थाने अवादेशः भवति एचो यवा यावः इत्यनेन। अनन्तरं वर्णमेलनेन भवति भवति उत्तमम् अत्र भवति इति अन्तिमपदं स्वीकुर्मः अत्र बहवः स्थाने बहवः अध्याये अत्र बहवः पादे सूत्राणि अपि बहवः स्वीकृत्य एव अन्तिमपदं भवति इति वयं स्वीकुर्मः तदेव अत्र असेम्ब्लि मोडल् अपि फ्याक्ट्रि मध्ये कार्यालये कार्ययन्त्रमध्ये तत्रैव भवति भोजनसमये अपि एतदेव अभवत् अनन्तरम् अत्र प्रकरणप्रक्रिया किं किम् अस्ति अत्र प्रकरणम् इत्युक्ते अत्र बहवः प्रकरणमस्ति सन्धिप्रकरणमस्ति हलन्त्यप्रकरणमस्ति अनन्तरं लोपप्रकरणमस्ति बहवः प्रकरणम् अस्ति एव अनन्तरम् अत्र वयं अनुवृत्तिसहितसूत्रम् इत्युक्ते किम् अत्र प्रथमभूवादयो धातवः एतत् एकं सूत्रं स्वीकृत्य अत्र कार्यं अभवत् वा न खलु अत्र बहवः अनुवृत्तिसहितसूत्रमस्ति अत्र कश्चित् सूत्रम् अत्र भवति एतत् सूत्रं स्वयं सम्पूर्णं इति पठितवन्तः परन्तु प्रायः अत्र अनुवृत्तिसहितसूत्रेण एव वयं कार्यं कुर्मः इदानीमत्र लिट् च इति अस्ति वयं स्वीकुर्मः अत्र किं भवति चेत् श्यामः वदति अहम् आपणम् अत्र रामः वदति अहम् आपणं गच्छामि अत्र श्यामस्य समीपे अत्र न रामस्य समीपे श्यामः अपि तिष्ठति यत्र रामः उक्तवान् अहम् आपणं गच्छामि तत् समये श्यामः अपि वदति अहमपि इत्युक्ते किम् अत्र एतत् सूक्ष्मतया किम् अस्ति श्यामः अपि उक्तवान् अहमपि आपणं गच्छामि इति अत्र अहमपि इति किं सूचितम् एतदेव अनुवृत्तिः अस्ति अत्र आर्धधातुकं शेषः इति अस्ति लिट् च एतत् वयं परोक्षिलिट् एव परोक्षिलिट् इत्युक्ते समीपम् अस्माकं पुरतः किमपि न अभवत् प्रत्यक्षरूपेण किमपि न अभवत् परोक्षे यत्र रामायणकाले रामः आसीत् अत्र यत्र वयं स्वीकुर्मः तत् समये लिट् भवति परोक्षे लिट् इति अस्ति अनन्तरं लिट् अपि सूत्रमपि वयं स्वीकुर्मः एतत् प्रकरणं किं भवति प्रक्रिया किं भवति अन्यरूपमपि वयं दृष्टवन्तः जि इति भवति जि अत्र वर्तमाने लट् अनन्तरम् अत्र जि स्थाने तिप् अस्ति तिप् अत्र विवक्ष अस्ति तिप्तस् जि तिप्तस्थं विप् स्मस् तां झ तः अस्तां द्वम् इड्वहिमहि इति आत्मनेपदिनः परस्मैपदिनः अनन्तरम् अत्र तिप् इति अस्ति चेत् अनन्त्यं तस्य लोपः इत्यनेन पकारस्य लोपः भवति ति एव तिष्ठति अनन्तरं कर्तरि शप् आगत्य कार्यं करोति शप् मध्ये चकारः लशकतदिते इत्यनेन इति भवति पकारः हलन्त्यं तस्य लोपः इत्यनेन इप् इति भवति सि एव तिष्ठति अत्र सर्वदा 1 2 3 एकं द्वे त्रीणि तादृशमेव आगच्छति अतः अत्र तिप्तस्ति क्रमेण पश्यामि चेत् अत्र प्रथमपुरुष एकवचनं स्वीकृत्य एव सर्वदा कार्यं कुर्मः अतः अत्र तिप् इति अस्ति चेत् तिप् सार्वधातुकं तिप् शित् सार्वधातुकम् इति अस्ति अनन्तरम् अत्र शप् मध्ये अकार एव तिष्ठति इदानीमेव वयं दृष्टवन्तः इदानीं जि अस्ति आ योगः ति भवति इकारस्य स्थाने सार्वधातुक आर्धधातुकयोः इति सूत्रेण अत्र गुणः भवति अतः तत्र इकारस्य स्थाने एकारः भूत्वा जे योगः आयोगः ति भवति इदानीम् एकारः अस्ति एकारस्य स्थाने एचो यव यावः इत्यनेन अवादेशः भवति अत्र जे स्थाने अयादेशः भूत्वा इज् योगः ऐ योगः आयोगः ति भवति इदानीं वर्णानां मेलनेन एव जयति सर्वेषां कृते जयति भवति इति अत्र वयं दृष्टवन्तः अनन्तरम् अत्र प्रकरणम् इति विषये वयं किम् अभवत् इति अत्र गतवर्षे शनिवासरे सन्डे कति क्रियापद सकारस्य तर्हि क्रियापदविषये एव वयम् आरम्भं कर्तुं शक्यते. तर्हि अत्र इत्संज्ञाप्रकरणमपि वयं दृष्टवन्तः. इत्संज्ञाप्रकरणं विद्यमान इदानीमेव दृष्टवन्तः. अनुबन्धलोपानन्तरं किं किं भवति इति भूयोगः आयोगः इति इदानीम् अत्र तर्हि क्रियापदविषये मूलधातुः कः इत्येव अत्र पठनीयम्. अत्र वासवी भगिनी पठितुं शक्नोति वा? तर्हि आं भगिनि पठतु. तर्हि क्रियापदविषये मूलधातुः कः अपि च अनुबन्धानां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्. परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन् अपि अनुबन्धाः के किं च अवशिष्यते तदा एव अग्रे क्रियापदं निर्मातुं शक्नुयाम्. सुबन्तपदविषये अपि तथा. प्रथमकार्यम् अस्ति प्रकृतिप्रत्ययोः अनुबन्धलोपः तदा एव पदनिर्माणम्. अस्तु, अत्र पश्यतु शक्नुयाम इति अस्ति. किं पदम् अस्ति? कोऽपि वक्तुं शक्नोति वा? शक्नुयाम शानच् प्रत्यय मम न अन्य कोऽपि उत्तमपुरुषबहुवचनम् उत्तमपुरुषबहुवचनम् अत्र धातु किं भवति? शक्लुरु. अत्र पश्यतु विधिलिङ्ग् मध्ये वासिवी एव पठतु प्रथमपुरुषे एकवचनं. आं भगिनि, कर्तरि विधिलिङ्ग् षट् धातुः शक्नुयात् शक्नुयातां शक्नुयुः शक्नुयाः शक्नुयातं शक्नुयात शक्नुयां शक्नुयाव शक्नुयाम शक्नुयाम. अत्र मकारः पूर्णतया नास्ति, मकार उत्तरवर्ति आकारः तिष्ठति, अतः शक्नुयाम इति भवति. अत्र किमर्थम् अत्र शक्नुयात् शक्नुयात् इति भवति चेत् अत्र वा अवसाने इत्यनेन एकस्मिन् पक्षे प्रथमं जलां जषन्ति इत्यनेन शक्नुयात्, अनन्तरं वा अवसाने इत्यनेन एव अत्र जलां जषन्ति इत्यनेन शक्नुयात् इति भवति. अनन्तरम् अत्र शक्नुयात् वा अवसाने इति सूत्रेण एव अत्र शक्नु यात् इति भवति. अत्र इच्छा अस्ति चेत् चित्रं स्वीकरोतु. इदानीं नूतनतया अद्य वासवी इति भगिनी आगतवती, तस्याः कृते सुस्वागतम्. इदानीम् अग्रे पठेम. अनन्तरम् अत्र अनिल् महोदय पठतु, न महालक्ष्मी महोदय पठतु. अस्तु महोदय. वृतान्ते एतत् पदम् इतः पर्यन्तं न आगतं वा? किमर्थम् अत्र क्लेशः? डुपचष इति भवति खलु. ओ डुपचष वृतान्ते इति भवति. उपदेश अवस्थायम् अस्ति अत्र. अस्तु, अत्र धनैः परन्तु अत्र उत्तमरीत्या पठतु. आम् आम्, वृतान्ते डुपचष् पाके इति मूलस्वरूपं पचति इति क्रियापदं. तत्र सामान्यतया धातुः पच् इति वदामः, परन्तु मूलतया डुपाचष् इति स्वरूपं वर्तते. तत्र तत्र केचन अनुबन्धाः सन्ति. आरम्भे डु, अन्ते शकारः, अपि च चकारोत्तरवर्ती अकारः, अङ्कारः वा महद् अङ्कारः चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ति. वर्ति इत्यस्य प्रातिपदिकं वर्तीन् वृत् धातोः त्रयाणाम् अपि अनुबन्धानाम् इत् संज्ञा भवति, परं लोपः भवति. पच् इत्येव अविशिष्यते. ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयम्. यथा तव्यत् तत्र तकारस्य इत्संज्ञा लोपः च, तव्य इति अविशिष्यते, तर्हि पच् योगः तव्य इति स्थितिः. एतादृश्यं स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं तिष्ठयेत् रूपं निष्पद्येत उपसर्गपूर्वकः पद् धातोः. अस्तु, इदानीम् अत्र अवशिष्यते इति पदं बहुवारं मया उक्तमेव. किम् अवशिष्यते? अव उपसर्गपूर्वकः शिष्य धातुः शिशि शिष्युरु. अस्तु, इदानीं वृत्तान्ते डुपच इति भवति. अत्र वयं सर्वं जानन्ति एव अत्र हित् किं किं भवति इति. डु इति अस्ति, तत्र डु इति अस्ति. डु केन सूत्रेण इति भवति सर्वे जानन्ति एव, वदतु. मया चिन्तितमेव भवान् एव झटिति वक्तुं शक्यते इति, परन्तु सर्वे जानन्ति एव आदिर् नुटुडवः इत्यनेन. अनन्तरम् अत्र चकार उत्तरवर्ति अनुनासिकवर्णः अस्ति. अत्र किं भवति भवान् एव वदतु. उपदेश अज अनुनासिक इत् इति अस्ति. अत्र पूर्वं वयं दृष्टवन्तः इत् संज्ञाप्रकरणम् उपदेश अज अनुनासिक इत्, अनन्तरं हलन्त्यं तस्य लोपः, अनन्तरम् अत्र ईर् इत् संज्ञावाच्य किम् अभवत् अत्र न विभक्तौ तु स्माः, सर्वं वयं जानन्ति एव. इदानीम् अत्र मूलस्वरूपं नास्ति, मूलस्वरूपं भवन्तः कृते स्वरूपतया आगन्तव्यम् इति अत्र मन्दिरे उक्तवन्तः. स्वरूपम् इत्युक्ते अस्माकं कृते इण्डिया भारतदेशे स्वरूपम् इत्युक्ते अत्र धोति, अनन्तरम् अङ्गवस्त्रम् अत्र पुरुषाः विषये, अनन्तरं स्त्रियः विषये किं भवति अत्र किं भवति अत्र साडि पहन् साडि अत्र धर्तव्यम् इति, शाटिका धर्तव्यम् इति अस्ति. इदानीम् अत्र स्वरूपम् इति अस्ति, मूलस्वरूपम् अत्र दुपच्च भवति पाके, पच् एव अत्र तिष्ठति, पच् इति अस्ति, पच इति भवति, पचति इति क्रियापदम्, अन्ते तिष्ठति, पच् यो भवति तिप्तस्ति इति अस्ति, पचति इति क्रियापदम्. तत्र सामान्यतया धातुः पच् इति वदामः, परन्तु मूलतया दुपचोंस् इति स्वरूपं वर्तते. तत्र केचन अनुबन्धाः सन्ति, आरम्भे डु, अन्ते चकारः, अपि च चकार उत्तरवर्ति अकारः, अनन्तरं चकारात् उत्तरं वर्तते इति चकार उत्तरवर्ती इत्यस्य प्रातिपदिकं वर्तिन् वृत्तिधातोः वर्तिन् वर्तिन् इति किं पदमस्ति अत्र कोऽपि वक्तुं शक्यते वा वृत्तिधातु शत्रु शत्रुप्रत्यय वा मा न न न अन्य कोऽपि अत्र तु प्रातिपदिकं वर्तिन् इति अस्ति प्रातिपदिकम् अत्र वृत्ति एव धातुः अत्र भवति स्त्रीलिङ्गपदमस्ति खलु वर्तिन् अस्तु इदानीम् अत्र त्रयाणामपि पुल्लिङ्गमस्ति इक्तिं कृतं खलु लोपानन्तरं स्त्रीलिङ्गपदम् त्रयाणामपि अनुबन्धानाम् इत् संज्ञा भवति परं लोपः भवति पच् इत्येव अवशिष्यते अव उपसर्गपूर्वकः अविशिष्यते नास्ति ततः परम् इति अस्ति कथं पठनीयम् कोऽपि शान्ता जानाति ततः परम् उत्तमं उपबत्मान्यः उपबत्मान्यः इति अस्ति ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तने प्रत्ययः तिप्तस्ति इति अस्ति यथा वा यथा तव्यत् अस्ति चेत् अत्र प्रत्ययं तव्यत् किं पदमस्ति अत्र झटिति वदतु समयः जातः एक घण्टापर्यन्तमेव वयं स्वीकुर्मः इति मम किञ्चित् शरीरे पठितव्यं लिखितव्यं पठितव्यं पठितव्यं किं पदमस्ति अवयम् अवयम् अस्ति महोदय अन्य कोऽपि अनिल् महोदय किम् अभवत् वक्तव्यं किं पदम् तिङ् वा षित् वा कृदन्तं वा अन्तलक्ष्मी कृदन्तं स्वा सव्यत् अनन्तरं सुमुन् शाणच् एतत् सर्वाणि पदानि स्वीकृत्य कार्यं यत्र कृतवन्तः तत् समये अत्र कृदन्तम् इति भवति अतः एव अत्र सकारस्य किम् अत्र आम् तव्यत् इति अस्ति तत्र तकारस्य इत् संज्ञा लोपः च तव्य इति एव अवशिष्यते तव्यत् इति अन्तिमवर्णः तकारस्य इत् भवति तर्हि पच् योगः तव्य इति स्थितिः अस्ति अत्र एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति येन पक्तव्यम् इति रूपं निष्पद्यते परन्तु अत्र चकारः एव भवति किमर्थम् अत्र ककारः भवति सर्वे जानन्ति एव एतत् सूत्रं झटिति वदतु बहुवारम् उक्तं मया अन्तलक्ष्मी चकारस्य स्थाने केन सूत्रेण ककारः भवति रमामणि भगिनी अस्ति चेत् वदति सा अपि जानाति शान्ता भगिनी जानाति महालक्ष्मी जानाति अनन्तलक्ष्मी जानाति किम् अभवत् चकारस्य स्थाने केन सूत्रेण ककारः भवति न जानाति कुत्रापि न लिखितं वा हा वदतु वदतु टोनो स्टुः स्टुः नो नो नो नो न न न एतत् नास्ति Thank you. करी च चत्वसद्या चषो जुषो रुः वा मा अयल् महोदय पठतु अत्र चोगो कुहु इति सूत्रेण एव अत्र पक्तव्यम् इति भवति सर्वे जानन्ति एव चोगो कुहु अन्तलक्ष्मी जानाति वा चोगो कुहु एव अत्र उल्चासूत्रमपि अस्ति तत् स्थाने किं भवति कुहोचुः सकारस्य चकारः चकारस्य स्थाने ककारः चुः कुः कुहोश्चुः मनसि स्थापनीयमेव अत्र सर्वदा एतत् विषये स्मरन्ति चेत् एव अस्तु अनिल् महोदय पठतु अग्रे एवमपि ध्येयं केचन धातवः प्रत्ययाः अपि तादृशाः सन्ति येषु अनुबन्धाः न भवन्ति यथा भूधातुः भूसत्तायां तत्र कोऽपि अनुबन्धः नास्ति प्रत्ययेषु यथा अप्रत्ययः तत्र अनुबन्धः नास्ति अत्र वदतु भवान् प्रतिपादयतु अत्र अनेके उदाहरणानि सन्ति तत्र अनुबन्धः अस्ति परन्तु केचन धातु अस्ति तत्र अनुबन्धः अपि नास्ति उदाहरणमस्ति भू प्रत्ययेषु अथवा य प्रत्ययः तत्र अनुबन्धः नास्ति उपदेशे अजनुनासिक इति प्रथमम् इति संज्ञाविधायकं सूत्रम् उपदेशावस्थायां यः अच् अनुनासिकः अस्ति तस्य इत्संज्ञा करोति इदं सूत्रम् उपदेशः नाम धातुः प्रत्ययः आदेशः आगमो वा अनुनासिकः अच् नाम यस्मिन् अचि इति अनुनासिकचिह्नम् अस्ति बृहद्धातुकुसुमाकारे पश्यन्ति चेत् धातुव्यम् वह्निः नास्ति वह्नि तदेव अत्र हि इन् ह इम् अनुनासिकचिह्नम् इति भवति अग्रे बृहद्धातु कुसुमाकरे पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते किमर्थम् इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते प्राचीनकाले इदं विज्ञानं ज्ञायते अद्य प्रायः इदं विज्ञानं न लभ्यते अतः अस्मिन् आधुनिकयुगे स्वरविषये अस्माकं क्लेशः तद् विज्ञानस्य अभावे बृहद्धातुकुसुमाकरे अपि अनुनासिकचिह्नानि न दत्तानि किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नं स्यात् नाम यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत्। अतः उपदेशे अजनुनासिक इति सूत्रेण तस्य लोपः जातः। तत् सम्यक् नास्ति महोदय, इति सूत्रेण लोपः किमर्थं जातः? इति संज्ञा जाता, रैट्? अद्य इदम् इत्थम् इति वक्तुं कश्चन अन्योपायः नास्ति। उहया एव बोध्यं, यथा गम्रि धातुः अत्र लृद् इति अच् वर्णः अनुनासिकः अस्ति, अतः उपदेशे अच् अजनुनासिक इति सूत्रेण तस्य इत् संज्ञा भवति। तस्य लोपः इत्यनेन लोपः गम् इति अवशिष्यते। लृ अनुनासिकः अस्ति इति कथं ज्ञातं? फलं दृष्ट्वा। प्रक्रियायां लोके च गम् इत्येव दृश्यते, अतः लृ इत्यस्य लोपः जातः। लोपः जातः चेत् उपदेशे अजनुनासिक इत्येव सूत्रेण अर्हति स्म, अतः लृ अनुनासिकः स्यात् इति अनुगमानम् अस्माकम्। भवान् सर्वे जानन्ति एव, अत्र किमपि क्लेशः नास्ति। प्रतिपङ्क्तिः स्वीकृत्य अत्र प्रतिपादयतु। उपदेशे अचनुन इति प्रथमम् इति संज्ञाविधा प्रथमं सूत्रम् उपदेशायाम् अनुनासिक अच् अस्ति, तत्र इति संज्ञा कुर्मः। उपदेशे उपदेश इत्युक्ते किं? धातुः प्रत्ययः आदेशः आगमः वा नाम यत्र एतत् सर्वाणि अत्र धातुः अस्ति, तत्र अपि उपदेश अवस्था अस्ति, प्रत्ययः अपि उपदेश अवस्था, आदेशः आगमः, तत् सर्वाणि स्थानानि अत्र उपदेशम् इति अवस्था अस्ति। अतः अत्र जागृता अस्ति, सुसुप्ता अस्ति, अस्माकं कृते अस्ति, तदेव अत्र धातुः प्रत्यय आदेश आगमः समये अपि भवितुम् अर्हति। अनन्तरं अनुनासि अच् उपरि चन्द्रबिन्दु अस्ति, तत् अस्ति अनुनासिकः अच्। बृहद्धातुकुसुमाकरे कुसुमाकर नाम बृहद्धातु कुसुमाकरः इति एकमस्ति, बृहद्धातु कुसुमाकरः। अत्र बृहत् कथा इति अपि अस्ति, अत्र बृहत् कथा इति अत्र उत रामचरितम् अनन्तरम् अत्र कादम्बरी एतत् किञ्चित् एव दत्तं, परन्तु बृहत् धातु इति अस्ति चेत्, बृहत् कथा इति अस्ति चेत् तत् कथा तु बृहत्तया वर्णनरूपेण किं किम् अभवत् इति तत्र दत्तम्। इदानीमत्र बृहत् धातु कुसुमाकरः इति एकमस्ति, अत्र किं भवति वदतु? तत्र अपि धातुः तु विवरणं सम्यक् अस्ति, परन्तु अनुबन्धः नास्ति। कारणं प्राचीनकाले स्वरविज्ञानम् अस्ति, अद्य तु तस्य लोपः भवति। तत् किमर्थम् अहं जानामि यत् अनुनासिक अस्ति वा नास्ति? तत् प्रक्रिया दृष्ट्वा अहम् अनुमानं कर्तुं शक्यते। उदाहरणमस्ति, गम्रि अस्ति, परन्तु लोके तु गम् धातु प्रचलति, तत्र लि लोपः अस्ति। लोपः किमर्थं? लोपः एकमेव उपायः अस्ति, उपदेशे अजनुनासिक इति। तत्र अनुमानं कुर्मः, लि उपरि चन्द्रबिन्दुः अस्ति, तत् यदा अस्ति तत्र लि लोपः उपदेशे अचनुनासिक इति सूत्रेण भवितुम् अर्हति। इति संज्ञा अनन्तरं लोपः तस्य लोपः सूत्रेण भवितुम् अर्हति। समीचीनम्। अत्र गमलुरु इति धातु अस्ति चेत् अत्र गम् एव तिष्ठति. अत्र लृ इति अस्ति, एतत्तु उपदेश अज अनुनासिक इत् इत्यनेन अत्र इत् भवति. अत्र किमपि क्लेशः नास्ति, सर्वे जानन्ति एव एतद् विषये. अत्र प्रथमं सूत्रम् अत्र इत् संज्ञाप्रकरणम् इति अस्ति. कुत्र कुत्र तस्य लोपः, अनुबन्धलोपानन्तरं लशकवतदिति न विभक्तौ स्माः, एतत् सर्वाणि अत्र इत् संज्ञाप्रकरणम् इति मध्ये आगच्छति. प्रथमम् एतत् विषये समीचीनतया अत्र सन्ति एव. इत्संज्ञाप्रकरणम् इति अस्ति एव. अत्र द्रष्टुं शक्यते चेत् इदानीम् अत्र पश्यतु पूर्णतया अत्र वयम् अत्र धातुगुणः, धातुपरिचयः, गुणाः, अनन्तरम् अत्र धातुगण अभ्यासः, माहेश्वराणि सूत्राणि, पाणिनीयसूत्रं कथं पठनीयं, निमित्तं किं भवति, अनन्तरमेव अत्र इत्संज्ञाप्रकरणम् इति अस्ति. वासवि भवत्याः कृते एव मया सूचितम् अत्र. अत्र महालक्ष्मी अपि पठितं वर्तते. महालक्ष्मी किम् अत्र अनन्तलक्ष्मी इत् संज्ञाप्रकरणं स्वीकृत्य एकवारं पठतु. तत् समये अत्र नूतनं विशेषणवर्गे अत्र गन्तुं शक्यते चेत् तत् समये समयः अस्ति चेत् वासवी भगिन्याः कृते पृच्छतु, तस्याः कृते समयः अस्ति अपि, अत्र योजनं कर्तुं शक्यते एव. अत्र तस्याः कृते भाषणं सम्यक् अस्ति. नीलेश् महोदयेन अत्र धातुपरिचयः इति एकं किम् अस्ति अत्र, सः एतद् विषये पाठयन्ति स्म. तत् सः एव अत्र उक्तवान् सम्यक्तया. अहमपि न तादृशं न सम्भाषणं करोमि, परन्तु सम्भाषणं समीचीनतया कृतवन्तः. परन्तु अत्र इदानीमत्र मम कृते आर्षसेवा गुरुकुलम् इति अस्ति. तत् गुरुकुले मया अत्र पाठितमेव, पाठयति स्म, पाठयन्ति अपि. अत्र तत्र एकः स्त्री अस्ति, सा पृष्टवती सूत्रम् इत्युक्ते किं. सा अपि न जानाति सूत्रमिति किम्, अहं न जानामि इति सा तु उक्तवती. प्रति शुक्रवासरे 7 to 8 अहं ग्रूप् मध्ये प्रेषयिष्यामि, कोऽपि आगन्तुं शक्यते चेत् आगच्छतु. अत्र पृथक्तया एकम् एकं पादं स्वीकृत्य किं किम् अभवत् इति वयं दृष्टवन्तः. अत्र सूत्रम् इत्युक्ते किम् इति सा पृष्टवती, परन्तु सम्भाषणमपि सम्यक्तया करोति एव. अतः मम चिन्तनम् अत्र अस्ति इत् संज्ञाप्रकरणम् इति अस्ति. अत्र गच्छतु, अत्र इत् संज्ञाप्रकरणे किं किं भवति इति एकवारं पठतु. इदानीम् अत्र अग्रे गच्छेम. उपदेश अज अनुनासिक भवानेव पठतु पूर्णतया. एतदपि ध्येयं यत् यदि स्वरः अपरेण वर्णेन सह उपस्थितः तर्हि कुत्रचित् तयोः एकं यूनिट् कृत्वा अपरेण सूत्रेण इति संज्ञा क्रियेत. यथा डूपचष् इत्यस्मिन् डकारोत्तरवर्ती यः उकारः अस्ति सः उकारः अनुनासिकः नास्ति. तत्र डु इत्येव एकं यूनिट् अस्ति, अतः अपरेण सूत्रेण इति संज्ञा साध्येत. तर्हि प्रथमं कार्यम् इति संज्ञा इति. तदर्थं षट् सूत्राणि सन्ति, तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते. त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु. अग्रे अपि ओके कुत्रचित् तयोः एकं प्रतिपादयतु महोदय. अहं चिन्तयामि महोदय. अवगतं न शक्यते. यदि स्वरः अपरेण वर्णेन सह उपस्थितः स्वरः स्वयं राजते इति स्वरः खलु अत्र सः उपस्थितिः. तर्हि कुत्रचित् तयोः एकं यूनिट् कृत्वा अपरेण सूत्रेण युतिसंज्ञा क्रियते. यथा दुपच्च इत्यस्मिन् डकार उत्तरवर्ति यः उकारः डू इति अस्ति सः उकारः अनुनासिकः नास्ति खलु उच्चारणार्थम् अस्ति उच्चारणार्थं. तर्हि तत्र डू इत्येव एकं यूनिट् अस्ति अतः अपरेण सूत्रेण युतिसंज्ञा साध्येत. अत्र तु आदिनुटुडव सूत्रेण एव इति भवतु. चकारः एव दकारः एव खलु. आम् ओ अस्तु अस्तु. दकार उकार एकं यूनिटं स्वीकृत्य एव साध्यते. स्वीकृत्य कार्यं कृतवन्तः. तर्हि कार्यं कृतसंज्ञा इति तदर्थं षट् सूत्राणि सन्ति. तेषु त्रीणि अस्ति धातुषु अपि प्रत्ययेषु द्वयोः अपि सूत्र प्रयोगं कर्तुं शक्यते. त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते. अन्तं त्रि परं त्रीणि प्रथमं त्रीणि अपरं पृथक्तया तत्र दत्तं प्रत्ययेषु किं धातुषु किम् इति अत्र अत्र अन्तलक्ष्मी पठतु. प्रत्ययेषु अपि धातुषु अपि उपदेशे अजननासिके इत् उपदेशे अच् अनुनासिकः इत् इत् नाम कस्मिन् कस्मिन्नपि उपदेशे यः कोऽपि अच् वर्णः अनुनासिकः अस्ति तस्य इत् संज्ञा भवति. उपदेशे सप्तम्यतम अच् प्रथमान्तं किम् अस्ति उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिक प्रथमान्तम् इत् प्रथमान्तम् अनेकपदमिदं सूत्रम् अनुवृत्तिः सहितं सूत्रम् उपदेशे अच् अनुनासिकः इत् अनुवृत्तिः नास्ति. अत्र स्वयं सम्पूर्णम् एतदेव अत्र उपदेशे अज अनुनासिक इत् इति अस्ति अत्र नाम तस्मिन्नपि उपदेशे यः कोऽपि अच् वर्णः अनुनासिकः अस्ति तस्य इत् संज्ञा भवति इति वयं जानीमः. अत्र उपदेशे इति अस्ति अत्र अच् इति अज इति भवति. केन सूत्रेण चकारस्य स्थाने जकारः जलां जशोन्ति. उत्तमं जलां जशोन्ति इति अत्र इदानीम् अत्र हलन्त्यम् इति अस्ति. अत्र गोदामल् पठतु. गोदामल् अस्ति वा? अस्मि. पठतु हलन्तव्य हलन्तव्य न न न हलन्त्यं हलन्त्यम् इत् अनन्तरम् इन् एतत् सर्वाणि अर्धमात्रा एव अतः हलन्त्यम् इत्येव पठनीयम्. हलन्त्यम् उपदेशो अनन्त्यं हल् हित् स्यात् नाम यस्य कस्यापि उपदेशस्य अन्ते हल् वर्णाः भवति तस्य हल् वर्णस्य इत् संज्ञा भवति हल् प्रथमान्तम् अत्यम् अनन्त्यम् प्रथमान्तम् अनन्त्यम् प्रथमान्तम् द्विपदमिदम् सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे हल् अनन्त्यम् इति शान्तभगिनी एकवारं पुनरपि पठतु अनन्त्यम् उपदेशे अन्त्यं हल् इति स्यात् नाम यस्य कस्य अपि उपदेशस्य अन्ते हल् वर्णः भवति तस्य हल् वर्णस्य युक्तज्ञा भवति हल् प्रथमान्तम् अन्त्यं प्रथमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे हल् अन्त्यम् इति श्रुतवती वा गोदामल् अनन्त्यम् इति नास्ति मया उक्तम् इदानीमेव अर्धमात्रा एव अत्र अन्त् अन्त्यम् अलन्त्यम् एकप्रश्नम् अस्ति वदतु तर्हि उपदेशे अनुनासिक इत् अस्ति खलु तत्र अनुवृत्तिसहितसूत्रम् उपदेशे अच् अनुनासिकः इत् ब्राकेट् मध्ये अनुवृत्ति नास्ति कत्र अस्ति कुत अस्ति अत्र अनुनासिकसूत्रम् इति वदति अनुवृत्ति नास्ति एव वदन्ति कथम् अत्र अनुवृत्तिसहितसूत्रम् अत्र इदानीं दुपञ्जश् इति स्वीकुर्मः चेत् अत्र पचं इति अस्ति पचं तत्र चकार उत्तरवर्ति अनुनासिकवर्णः चन्द्रबिन्दुः भवति तत् इत् भवति केन सूत्रेण उपदेश अज अनुनासिक इत् तावदेव अत्र अनन्तरं वयं धातुपूर्णतया स्वीकुर्मः खलु पच इति स्वीकुर्मः तावदेव तस्य कार्यम् अभवत् एव अत्र अतः अनुवृत्तिः नास्ति एव इदानीम् अन्यसूत्रमस्ति अत्र हलन्त्यम् इति अस्ति चेत् अत्र किं कार्यं भवति इति अतः हलन्त्यम् अन्तिमवर्णस्य मै क्वश्चन् इस् मेडम् नाट् लैक् देट् वाट् दे आर् टेलिङ्ग् अनुवृत्ति सूत्रं दे आर् गिवन् देन् दे आर् टेलिङ्ग् इट् इस् नाट् अनुवृत्ति दट्स् वाट् ऐ एम् नाट् एबल् टु अनुवृत्ति अनुवृत्ति अत्र किं महोदय अनिल् महोदय किं किमपि वक्तुम् इच्छति वा आम् आं महोदय तत्र उपदेशे अचनुनासिक इत् सूत्रम् अण्ड् विश्लेषणम् उपदेशे अचनुनासिक इत् द्वयो अपि समानमस्ति तत्र कोऽपि अन्य शब्दः न आगच्छति तत् कारणात् अनुवृत्ति नास्ति अनुवृत्ति नास्ति चेदपि यदा अनुवृत्तिसहितसूत्रं वक्तुम् इच्छति लैक् यदि यदा कोऽपि अनुवृत्तिः अस्ति तत् किमर्थम् अनुवृत्तिः अस्ति वा नास्ति अनुवृत्तसहित अनुवृत्तिसहितसूत्रम् अस्ति उपदेशे अचनुनासिक तावदेव अत्र पश्येम 133 अस्ति खलु न किम् अस्ति 132 अस्ति पश्येम अत्र द्रष्टुं शक्यते वा शान्तभगिनी अत्र उपदेश अज अनुनासिक ईति इति भवति उपदेशे पदच्छेदः पठतु पठतु पदच्छेदः विद्यमानः अनुनासिकस्वरः इत्संज्ञकः भवति कुत्र पठति पदच्छेदः पठतु उपदेशे सप्तमे एकवचनम् अच् प्रथमा एकवचनम् अनुनासिकः प्रथमा एकवचनम् इत् प्रथमा एकवचनम् अग्रे उपदेशे अनुनासिकः अच् इत् न न अनुवृत्तिः अनुवृत्तिः अधिकारः अनुवृत्तिसहितं सूत्रम् उपदेशे अनुनासिकः अच् इत् सूत्रप्रकारः संज्ञासूत्रम् इति संज्ञा अत्र उपदेशः अनुवृत्तिः अत्र किमपि नास्ति एव इदानीम् अन्यत् सूत्रं स्वीकुर्मः चेत् 133 अत्र अनुवृत्तिः अस्ति, हलन्त्यम् इति सूत्रमस्ति, कुत्र भवति चेत् उपदेश अवस्थायमेव भवति, अतः तत्र अनुवृत्तिः भवति। अन्यसूत्रमपि स्वीकुर्मः, अत्र न विभक्तौ तु स्मः, तत्र अपि उपदेश इत् भवति, उपदेश अवस्थायम् अवस्थायम् इत् हल् अनन्तरम् अन्त्यम् अन्त्यम् एतत् सूत्राणि स्वीकृत्य एव अनुवृत्तिः भवति। इदानीम् अत्र न विभक्तौ तु स्मः इति स्वीकुर्मः, उपदेश च अनुनासिक इति स्वीकुर्मः चेत् अत्र सूत्रं स्वयं सम्पूर्णम्। अत्र दुपचस् इति स्वीकुर्मः चेत् दुपच इति भवति, चकार उत्तरवती आकारः अनुनासिकवर्णः गच्छति, तावदेव समाप्तम्। अनन्तरं वयं किं स्वीकुर्मः, पूर्णतया अत्र धातु स्वीकुर्मः, तावदेव खलु? इदानीम् अवगच्छति वा? धातु स्वीकुर्मः पच, अनन्तरमेव अत्र तिप् तस्जि एतत् स्वीकुर्मः चेत् अत्र पचति इति अन्तिमरूपं भवति, अत्र तदेव पूर्णः अस्ति, पूर्णतया भवति, तावदेव। उपदेश अवस्थायाम् उपदेश इति शब्देन आद्य अत्र पठतु, उपदेशः इति शब्देन आद्य महर्षीणां महेश्वरपाणिनी कात्यायन पतञ्जलिः इत्येतेषाम् उच्चारणस्य निर्देशः भवति। महेश्वरेण रचितानि सूत्राणि पाणिनिना रचिताः शब्दपाठ धातुपाठ लिङ्गानुशासनादयः ग्रन्थाः वार्तिककारेण कृतानि वार्तिकानि एतानि सर्वाणि व्याकरणशास्त्रस्य आद्योच्चारणरूपेण स्वीक्रियन्ते। अत एव सर्वाणि महेश्वरसूत्राणि अष्टाध्याय्यां विद्यमानाः प्रत्ययाः आदेशाः आगमाः धातुपाठे पाठिताः धातवः एते सर्वे अपि उपदेशाः सन्ति। उपदेशशब्दस्य व्याख्या एकया कारिकया अपि दीयते। धातुसूत्रगणोनादि नामलिङ्गानुशासनम् धातुसूत्रगणगणनादिशासनादेशाः उपदेशाः प्रकीर्तिताः। शृणोतु, धातुसूत्रगण उनादि मया उक्तं खलु, उनादिपरीक्षा अस्ति, अतः किञ्चित् अत्र समयः ददातु, अग्रिमवर्गे कुर्मः, परीक्षा अस्ति इति। अनन्तरं मया एतत् प्रमाणपत्रमपि सूचितं ग्रूप् मध्ये, स्मरन्ति वा कोऽपि? आं महोदय। इदानीम् अत्र पठतु, पश्यतु, शिवसूत्राणि, प्रत्याहारवलि, सूत्रपाठः, धातुपाठः, शब्दपाठः, गणपाठः, ऊनादिपाठः इति अस्ति। उनादि अत्र मया पूर्वमेव उक्तम्, अत्र निपातनं भवति खलु, बहु समीचीनतया अस्ति एव, निपातनं भवति, तावदेव कार्यं तत्रैव कृतम्, अत्र किमपि क्लेशः नास्ति एव। एतत् विषये मया बहवः पदानि अपि सूचितम्, अत्र शब्दाः, अनन्तरं बहु सुलभमेव उनादिप्रत्ययम् अत्र स्मरन्ति वा कोऽपि? मया सूचितम् अत्र, तत् समये गायत्री अभवत्, बहु सुलभमस्ति महोदय, सा तु बहु सन्तुष्टवती अत्र मया एतत् सूचितम् अत्र, किं किं बहु सुलभमेव अत्र ऊनादिप्रत्ययम्, अत्र निपातनं भवति, किमपि अत्र वयं स्वीकुर्मः चेत् अत्र निपातनरूपेण अत्र झटिति आगत्य कार्यं कर्तुं शक्यते एव। एतत् ऊनादिप्रत्ययं, परन्तु ऊनादिप्रत्ययम् अत्र पाणिनिना न कृतमेव, अतः एव अत्र मया उक्तम् एतत् सर्वाणि। अनन्तरं लिङ्गानुशासनम् अस्ति, लिङ्गानुशासनम् अत्र लिङ्गं स्त्रीलिङ्गमस्ति, लिङ्गं किं किम् अस्ति इति अधिकारसूत्रमस्ति, अनन्तरम् अत्र स्त्रीविषये किम् अभवत्, स्त्री अधिकारः पश्यतु, अत्र स्त्री अधिकारः वार्ता बहवः सन्ति खलु, एतत् अत्र द्रष्टव्यमेव किं किम् अस्ति, अत्र अनन्तरम् अत्र कोशान्वे पाणिनीयशिक्षा पिट्टुसूत्राणि इति अपि अस्ति. पिट् इति सूत्रमस्ति पिशोन्त उदातः प्रातिपदिक पिट् इति अस्ति तस्य अन्त उदातः स्यात् उच्चैः उदातः उदातः अनन्तरं किं किं भवति स्वरः स्वरभेदः किं किं स्वरितः अनुदातः स्वरितः उदातः उदातः रेखा कुत्र भवति कोऽपि वक्तुं शक्यते वा रेखा नास्ति महोदय उत्तमम् अनन्तरम् अनन्तरं चिह्नं चिह्नं सरितः सरितः उपरि स्वरितः उपरि अस्ति रेखा अनन्तरम् अनुदातः अधः स्वीक्रियते रेखा एतदेव एतत् सर्वाणि अत्र पिट्सूत्रं गच्छति चेत् अत्र किं किं भवति अनन्तरं कोशान् वेषम् अत्र किमपि एतत् विषये एतत् पदविषये अहम् अर्थं न जानामि इति अस्ति चेत् अत्र पश्यतु अत्र कोशान् वेषम् अत्र गच्छति चेत् अत्र किमपि स्थापयतु अत्र विशेषणं विषये विशेषणम् इति अत्र विषयेव दातु अस्तु विषयेव विष पश्येम अत्र विष इति विष इति भवति अत्र बहवः सामान अर्थकाः कति बहवः सन्ति अत्र विषम् इति वयं जानीमः विषम् इति अत्र अमृतस्य प्रत्य किम् अस्ति विरोधभावः विषम् इति अस्ति अमरकोशे एतत् पुरीशमपि अस्ति विश् विश् अनन्तरं विश् धातुः अपि अस्ति पेनिट्रेट् इट्स् गोयिङ्ग् इन् सैड् विश् प्रविशति इति अर्थे अपि आगच्छति कोशान्वेषः अत्र अनन्तरं किं भवति अमरकोशः अमरकोशे किम् अस्ति अत्र स्वर्गवर्गः अस्ति स्वर्गवर्गे किं किम् अभवत् अनन्तरं व्योमवर्गः दिग्वर्गः कालवर्गः दीवर्गः शब्दादिवर्गः नाट्यवर्गः नाट्यविषये सर्वाणि अनन्तरं पातभोग पाताल अत्र सर्वाणि अत्र स्वीकुर्मः स्वर्गवर्गः इति अस्ति चेत् अत्र यस्य ज्ञानदया सिन्धो अगाधस्यानः गुणाः सेव्यतामाक्षयो धीराः तस्ये च मृताय च इति अत्र अर्थमागच्छति इति इदानीमत्र पृथक्तया अमरकोशः किं भवति इति वयमत्र द्रष्टुं शक्यते अनन्तरम् उपसर्गविषये अपि अस्ति उपसर्गविषये कति उपसर्गाः सन्ति 21 द्वाविंशतिः अस्ति इदानीम् अत्र एतत् सर्वाणि अत्र अस्ति गच्छतु अत्र काशिकावृत्तिः न्यासः अस्ति पदमञ्जरी वैयाकरणसिद्धान्तकौमुदी अत्र वैयाकरणसिद्धान्तकौमुद्यामेव अत्र गच्छेमि चेत् अत्र 16 इति स्वीकुर्मः कारकप्रकरणम् अस्ति कारकप्रकरणे एव अत्र प्रथमा किं भवति द्वितीया किं भवति तृतीया किं भवति कर्तृकरणे तृतीया अपादाने पञ्चमी अनन्तरम् अत्र सम्प्रदानं चतुर्थी शेषे षष्ठी अधिकरणे सप्तमी एतत् सर्वाणि कारकप्रकरणे एव आगच्छति बहवः किम् अस्ति सागरः इव सन्ति अत्र बालमनोरमायाम् अत्र वृत्ति वृत्तिविषयम् अस्ति अत्र वृद्धिरेचि इति अस्ति चेत् प्रथमसूत्रं वृद्धिरेचि अदयं गुणः सार्वधातुक अर्धधातुकयोः इति सर्वाणि सूत्राणि अत्र आगत्य कार्यं करोति अत्र बालमनोरमायाम् अत्र अत्र अपि वृत्तिः अस्ति तत्त्वबोधिनी अपि वृत्तिः अस्ति प्रौढमनोरमा लघु लघु शब्देन्दुशेखरः अनन्तरं मधु लघुसिद्धान्तकौमुदी अपि अस्ति बहवः अत्र अनन्तरम् अत्र अष्टाध्यायी शब्द अनुक्रमः किम् अस्ति अष्टाध्यायी अन्वेषणं कथं भवति अनन्तरम् अष्टाध्यायी पारायणम् अत्र प्रत्याहारः अस्ति अत्र प्रथमाध्याये प्रथमपादः स्वीकुर्मः चेत् अत्र वृद्धिरादेच् अदयं गुणः एको गुणं वृद्धि न धातुलोप आर्धधातुके अग्निति च हलन्द देहि वे वीटां हलौनन्तराय संयोगः इति अस्ति एतत् सर्वाणि अत्र मननं कर्तव्यमेव समयः अस्ति चेत् करोतु एतानि सर्वाणि सागरः इव अस्ति अस्माकं कृते किमपि अत्र न गन्तव्यम् इति मम मनसि दृढतया अस्ति. अतः यत्र पाठः भवति तस्य समये पठामि, अनन्तरम् अत्र दूरीकर्तुं शक्यते एव. अनन्तरम् अग्रिमवासरे वर्गः अस्ति चेत् तस्य समये अहं स्वीकरोमि, सन्तोषेण पठामि इति अस्माकं चिन्तनमस्ति. यत्र यत्र प्रयत्नमस्ति तत्र साधकः भवति. बहवः अत्र सन्ति एव, वयं स्वीकर्तुं शक्यते एव, पठनीयमेव, सर्वम् अस्माकम् हस्ते एव भवति. इदानीमत्र प्रत्ययेषु अपि धातुषु अपि उपदेश अज अनुनासिक ईत् इति अभवत्, अनन्तरम् आहलन्त्यम् इति अपि अभवत्, अनन्तरं न विभक्तौ तुस्माः आतिर्निटिडवः चत्वारः अत्र प्रत्ययेषु भवति. अनन्तरं प्रत्ययेषु किं किं भवति इति वयम् अग्रिमवर्गे पश्येम. इदानीमत्र महालक्ष्मी शान्तिमन्त्रम् अन्तिमश्लोकं वदतु. ॐ सहनावतु, सहनौ भुनतु, सह वीर्यं करवावहै, तेजस्विनामतीतमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ श्रीगुरुभ्यो नमः. धन्यवादः भगिनि. अञ्जना, अत्र किमपि क्लेशः अस्ति वा? सर्वं जानाति एव खलु? एतत् प्रश्नः अस्ति वा अञ्जना? प्रश्नः किमपि प्रश्नः अस्ति वा? सुलभमेव, एवम् एतत् सर्वाणि पूर्वमेव पठितवन्तः. वदतु वासवी भगिनी. अस्माकं गुरुजी अस्ति ओटियुजि शिक्षा वर्गे. अस्तु, उत्तमम्. अनन्तरम् अत्र वासवी, इतोपर्यन्तं प्रश्नः अस्ति चेत् अत्र पृथक्तया दूरवाण्याम् आह्वयतु. महोदय, महालक्ष्मी अपि जानाति, अनन्तरम् अनन्तलक्ष्मी, शान्ता भगिनी, सर्वे जानन्ति एव. अनन्तरम् अञ्जना भगिनी अपि अस्ति अत्र, पृच्छतु दूरवाण्यां पृच्छतु. ते न जानन्ति चेत् मम कृते पृच्छतु. अस्तु, अहं वदामि. सर्वेभ्यः नमस्कारः, धन्यवादः, शुभदिनं. धन्यवादः.